बद्ध्वाञ्जलिम् त्वया पृष्टम् किम् करोमीति चैकदा त्वाम् तदाज्ञापयत्कृष्णो मद्भक्तान् पोषयेति च एकदा त्वम् बद्ध्वा अञ्जलिम् बद्ध्वा किम् करोमीति पृष्टवती तदा त्वाम् आज्ञापयत्कृष्णः किमिति मद्भक्तान् पोषय इति।